अद्यतनविषयः भवति कार्यकारणभावः इति. तत्र कार्यकारणभावः इत्यस्मिन् विषये चत्वारः उपविषयाः भवन्ति. अन्वयसहचारः, व्यतिरेकसहचारः, अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः इति. एतान् विषयान् अद्य किञ्चित् चर्चयामः कार्यकारणभावः इत्यस्मिन् सन्दर्भे. अत्र अस्माभिः पूर्वमपि दृष्टं, करपत्रे पठितमासीत्, कारणं त्रिविधं भवति: समवायीकारणम्, असमवायीकारणं, निमित्तकारणं च. इदानीं किमपि द्रव्यम् अस्ति, द्रव्ये गुणः वर्तते समवायसम्बन्धेन इति चेत् द्रव्यं भवति समवायीकारणं गुणं प्रति. शर्करा इति अस्ति द्रव्यं, तस्यां मधुररसः इति गुणः अस्ति, तर्हि शर्करा भवति समवायीकारणं मधुररसं प्रति. तथा एव घटकपालयोः मध्ये अपि तादृशसमवायसम्बन्धः एव वर्तते, अवयव अवयविनोः मध्ये. तर्हि घटं प्रति कपालः इति समवायीकारणं. यस्मिन् द्रव्ये कार्यम् उत्पद्यते अपि च समवायेन भवति, तद्द्रव्यं भवति समवायीकारणम्. तथा एव तन्तवः पटस्य समवायीकारणं भवन्ति इति समवायीकारणं. कस्मिंश्चित् द्रव्ये गुणः भवति चेत् गुणं प्रति तद्द्रव्यं भवति समवायीकारणम् इति मनसि स्थापयन्तु. अनन्तरम् असमवायीकारणम्, इदानीं तन्तुः अपि च पटः अस्ति, तन्तुषु पटः वर्तते, समवायसम्बन्धेन वर्तते इति कृत्वा तन्तुः समवायीकारणं पटं प्रति. किन्तु पटस्य उत्पादनसन्दर्भे तन्तूनां संयोगः भवति, तर्हि तन्तुषु संयोगः इति यः गुणः भवति सः असमवायीकारणं पटं प्रति. तन्तुः पटः, तयोः मध्ये समवायसम्बन्धः अपि च तन्तवः अधिकरणं, तर्हि तन्तुः समवायीकारणं, तन्तुसंयोगः असमवायीकारणम्. एते द्वे कारणे विहाय, समवायि असमवायि विहाय, सर्वाणि निमित्तकारणानि भवन्ति इति पूर्वमपि वयं परिशीलितवन्तः. कारणस्य त्रैविध्यं, समवायीकारणम्, असमवायीकारणं, निमित्तकारणं च इति. अस्तु, अपि च अधुना कार्यकारणभावः इत्यस्य आरम्भात् प्राक् नवविंशतितमे पुटे इदम् अस्य कारणम् इति वक्तुं निकषाः इति एकः विषयः अस्ति. तं विषयं शीघ्रमेव एकवारं पठित्वा पुनस्मरणरूपेण तदनन्तरं पुनः आगच्छामः. अत्र नवविंशतितमे पुटे इदम् अस्य कारणम् इति वक्तुं निकषाः इति पश्यति वा गोपालमहोदय? इदम् अस्य कारणमिति वक्तुं निकषाः. तथा हि कारणे कार्यकारणभावविचारे उत्पद्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुमर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति कार्याधिकरणे भाव्यमिति चिन्तितम्. यदि हस्तमलनिवारणं जलेन कर्तुम् इच्छति चेत् यद्वस्ते मलः अस्ति, यत्र मलनिवारणरूपं कार्यं कर्तव्यं, तत् हस्ते एव जलसंयोगः आवश्यकः, न तु अन्यस्मिन् हस्ते. भूतलादौ वा, अतः कार्यमिति यत् वयं मन्यामहे तस्य अधिकरणे कारणमिति यत् निर्धारणीयं तेन स्थातव्यम्. अत्र अंशकार्यकारणभावविचारः, कारणं कार्यं भवति चेत् तन्निमित्तम् एकं कारणमपि आवश्यकम्। यत् कार्यम् उत्पद्यते तत् प्रति किमपि कारणम् अस्ति, तस्मिन् विचारे आदौ कारणं कार्यादिकरण इति भवितव्यं, कार्यम् अधिकरणं भवति इति वा, कार्यम् न भवता यदुक्तं तद् सत्यं, कारणम् इति यद् चिन्तितं भवति तद् कार्याधिकरणे भवितव्यम्। अत्र उदाहरणं किम् अस्ति, मलिनहस्तः इति, हस्तमलिनहस्तमस्ति चेत् मलिनं निवारणार्थं हस्ते जलं योजनीयं, तत्र मलिननिवारणरूपं तत् मलिननिवारणरूपं कार्यं कर्तव्यं, तद् हस्ते एव जलसंयोगः आवश्यकः, जलं तस्मिन् हस्ते एव जलम् उपयुज्य मलनिवारणं तत् कार्यं भवति, न तु अन्यस्मिन् हस्ते। भूतलादौ भूतलादौ नाम अत्र हा भूतलादौ वा अथवा भूतलादौ अथवा अन्यस्मिन् हस्ते जलं न स्थापयति खलु, यस्मिन् हस्ते मालिन्यं तस्मिन्नेव जलं जलसेचनं भवति, जलस्य स्थापनम् इति कृत्वा मलनिवारणमिति कार्यं, मलनिवारणमिति कार्यम् अपि च जलम् इति तस्य कारणं, जलसंयोगः इति कारणम्। उभौ अपि कुत्र स्तः? उभौ अपि हस्ते एव, हस्ते हस्ते एव इत्युक्ते समानाधिकरणे स्तः, कारणं कार्यं समानाधिकरण्यं कार्यं यद् वयं मन्यामः, तस्य अधिकरणे कारणमिति यत् तेन स्थातव्यम्। भगिनी समानाधिकरणं हस्तं मलं निवारणं प्रति जलं प्रति, सत्यं सत्यं भगिनि, जलसंयोगः इति कारणं खलु, कं प्रति कारणं, हस्तमलनिवारणं निवारणं प्रति, हस्तमलनिवारणमिति कार्यं जलसंयोगः इति कारणं यथा महोदयेन उक्तम्। उभयोः अपि अधिकरणमस्ति मलिनः हस्तः, यः हस्तः स्वच्छः भवति तत्र किमपि आवश्यकं नास्ति खलु जलसंयोगस्य, तर्हि यत्र कार्यं भवेत् तत्र कारणमपि भवेत् समानाधिकरण्यम् इति एकः अंशः। तत् समानाधिकरण्यम् इति बहु समीचीनं महोदय, तदेव अस्ति, कार्यस्य अपि च कारणस्य समानाधिकरण्यं भवेत् हस्ते भवति, अस्मिन् उदाहरणे हस्तं हस्तः इति अधिकरणम्। अस्तु सावित्री भगिनी अग्रे पठति वा। अस्तु भगिनि, इतश्च चिन्त्यं घटनिर्माणस्थले तन्निर्माणरीतिं ज्ञातुं कश्चित् नागरिकः गच्छति, सोऽपि घटोत्पत्तिः का यत्र भवति तत्र भूतले वर्तते एव, न तु सः घटस्य कारणमिति व्यवह्रियते, अतः कार्याधिकरणे विद्यते इति एतत् न पर्याप्तम्, किन्तु यत् कारणमिति निर्धारणीयं तेन कार्याधिकरणे सर्वदा भाव्यम्, नागरिकस्तु यदा ज्ञातुमिच्छति तदैव घटाधिकरणे भवति नान्यदा, दण्डादयस्तु सर्वदा एव भवन्ति इति तानि घटकारणानि। अस्तु द्वितीयः अंशः अस्ति अत्र घटनिर्माण उदाहरणं दत्तमस्ति, घटनिर्माणकार्यम् एकः नागरिकः घटनिर्माणं कथं भवति इति ज्ञातुं घटनिर्माणस्थले गच्छति चेत् सोऽपि घटस्य कारण घटोत्पत्तेः कारणमिति वक्तुं शक्नुमः वा इति प्रश्नः। तत्तु न सत्यं नास्ति. किमर्थं चेत् कार्याधिकरणे सर्वदा भवितं भाव्यं घटस्य कारणं भवति चेत् घटादि कार्याधिकरणे सर्वदा भवतु, तदा एव सः अपि कारणम् इति व्यवह्रियते. नागरिकः तु यदा ज्ञातुम् इच्छति तदा एव गच्छति, सर्वदा घटनिर्माणस्थले न भवति. तदर्थं सः घट उत्पत्तेः कारणम् इति न मन्यामहे. परन्तु दण्डादयः दण्ड चक्र इति सर्वदा भवति, यत्र घटनिर्माणं भवति तत्र सदा भवति. तदर्थं ते सर्वे घटकारणानि इति वक्तुं शक्नुमः. सत्यं, तर्हि तथैव अस्ति. नागरिकः यदा ज्ञातुम् इच्छति तदैव गच्छति, किन्तु घटस्य घटं प्रति कारणम् इति यद् निर्णीतं भवति तत् सर्वदा भवतु घटस्य अधिकरणे इति द्वितीयः अंशः अस्ति. अस्तु, अग्रे जयन्ती भगिनी पठति वा? आं भगिनि. इतोपि चिन्त्यं, घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते. घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते, एवं सर्वदा वर्तते. अतः घट अपि घटस्य कारणं स्यात्. अतः यस्मिन् क्षणे कार्योत्पत्तिः तत् पूर्वक्षणे कारणेन भाव्यम् इति चिन्त्यते. घटः यद्यपि वर्तते स्व उत्पत्त्युत्तरं सर्वदा वर्तते, परन्तु न स्व उत्पत्तेः पूर्वं वर्तते. अतः न घटस्य स्वं प्रति कारणत्व उत्पत्तिः. अत्र घटनिर्माणं कार्यम् अस्ति. घटनिर्माणस्य कृते कपालः अपि कारणं भवति. अत्र घटः एव कार्यम् अस्ति. अस्तु, कार्यमित्युक्ते फलं. वयं न सामान्यतया चिन्तयामि कार्यमिति किं कर्म इति, तत् न फलमिति अस्ति. अस्तु, निकषार्थं किम् अस्ति शीर्षक? अग्रे आगच्छति भगिनि, नियमाः इति पठामः अग्रे. अस्तु, अग्रे. घटः इति कार्यं चेत् कपालः तस्य कारणं भवति. कपालः तु सर्वदा वर्तते एव. इदानीं किं पठितं? घटः कुत्र वर्तते? स्वस्य घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते. घटः कपाल तु कपाले घटः अस्ति. कपालः अधिकरणम् अस्ति, घटस्य अधिकरणम् अस्ति. अपि च घटः सर्वदा वर्तते वा कपाले? सर्वदा न वर्तते. किमर्थम् इत्युक्ते कपालद्वयं चेदेव घटः भवति. एकः कपालः अस्ति चेत् घटः न फलति एव. तर्हि घटोत्पत्तेः पूर्वं घटः भवति वा कपाले? अस्तु, अतः कार्यस्य पूर्वक्षणे कारणं भवेत् इति अत्र दीयते. घटः पूर्वस्मिन् क्षणे न भवति एव, अतः स्व उत्पत्तेः कारणं घटः नास्ति इति, खलु? हा, तदेव अस्ति. सम्यक्. अस्तु, तर्हि चिन्तनम् एवं प्रचलदस्ति. प्रथमतया नागरिकः यः कोऽपि आगच्छति सः कारणं वा इति, न, सः अपि न कारणं, यतोहि सर्वदा सः न भवति. इदानीं घटः एव स्वस्य प्रति कार्यं प्रति कारणं वा तदपि नास्ति, यतोहि घटोत्पत्तेः पूर्वक्षणे स्व अधिकरणे कार्याधिकरणे न भवति. अत्र कार्याधिकरणं किमस्ति भगिनि? कार्याधिकरणं कपालः खलु? हा सत्यं सत्यं, हा तावदेव अपेक्षितं. कार्याधिकरणं कपालः. भगिनि हरि ओं, श्रूयते? हरि ओम्. आम् आम्. अस्तु अस्तु, अग्रे पठामि वा? अस्तु अग्रे सरला भगिनी किञ्चित् पठति वा? एतु घटकारणानि भूताः दण्डचक्र आदयते घटाधिकरणे कपाले वर्तन्ते सर्वदा वर्तन्ते एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्डः घटकारणं चक्रं घटकारणम् इति व्यवहारः तथा च किञ्चन कस्यचित् कारणम् इति निर्धारयितुं घटस्य कारणम् अस्ति दण्डचक्रादय घटाधिकारणे कपाले अपि घटस्य अधिकरणकपालम् अस्ति. सो कपाल घटे सदा वर्तन्ते, घटकपाले सदा वर्तन्ते इति. घटो उत्पत्ति यदि भवति तस्य पूर्वं दण्ड घटस्य कारणम् अस्ति चक्रघटस्य कारणम् अस्ति इति. घटोत्पत्तेः पूर्वक्षणे अपि वर्तन्ते. प्रथममस्ति सर्वदा वर्तन्ते, घटोत्पत्तेः पूर्वक्षणम् अपि वर्तन्ते. अनन्तरं तावदेव अस्ति, तथा एव अस्ति. इदं सर्वमेव मिलित्वा अग्रे दीयन्ते, त्रयः निकषाः दीयन्ते. निकषाः इत्युक्ते नियमाः. इदम् अस्य कारणम्, इदं कस्यचित् कार्यस्य कारणम् इति वक्तुं त्रयः निकषाः अपेक्षिताः. ते के इति पठतु भगिनि. प्रथम अस्ति तेन कार्याधिकरणे स्थातव्यम्. द्वितीय तेन कार्याधिकरणे सर्वदा स्थातव्यम्. तृतीय तेन कार्याधिकरणे कार्योत्पत्ते पूर्वक्षणे स्थातव्यम्. प्रथमस्ति तेन कार्याधिकरणे स्थातव्यं, यथा वयं पठामः जलसंयोग हस्तमलिन कार्याधिकरणे स्थातव्यम्. अस्तु, अत्र घटनिर्माण घटः इति कार्यम् अस्ति. घटस्य अधिकरणं किं? घटस्य अधिकरणं कपालः अस्ति. कपालः, कपालः कार्याधिकरणं. कार्याधिकरणे दण्डचक्रादयः भवन्ति वा? हा भवन्ति इति प्रथमः निकषः. द्वितीयः निकषः कः? द्वितीयनिकषः तेन कार्याधिकरणे सर्वदा स्थातव्यं. दण्डचक्रादि तस्य विहाय कार्यं घटनिर्माणं न भवितुं शक्नोति. तदेव ते सर्वदा भवत् कार्याधिकरणे सर्वदा भवन्ति. अनन्तरं तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यं. घटनिर्माणस्य पूर्वक्षणे अधिकरणं ते कारणं भवति. तर्हि एते त्रयः अपि निकषाः तत्र दण्डचक्रादयः इति कारणम् इति यत् वदामः तैः पालिताः भवन्ति इति कृत्वा ते भवन्ति घटोत्पत्तेः कारणम्. इदानीं प्रश्नः अस्ति, तर्हि राजेन्दर् महोदय वदतु, कपालः घट उत्पत्तेः कारणमस्ति वा? आं भगिनि अस्ति. कथमस्ति? कपाले एव घटः वर्तते, यथा कपालः कार्य अधिकरणे न स्तः तदा तु घटनिर्माणं न भवितुम् अर्हति. हा तर्हि कपालेन अपि भवतु, परन्तु कपालः नास्ति घटनिर्माणं न भवितुम् अर्हति। न, एते त्रयः निकषाः सन्ति खलु, तस्य तं तान् अप्लै करोतु। अधुना कपालः कार्याधिकरणे स्थातव्यम् इति अस्ति खलु, कपालः कार्याधिकरणे भवति वा? यदा घटनिर्माणं कर्तुम् इच्छामः तदा तु कार्याधिकरणे स्थातव्यं। तत् तत्तु सत्यम्। इदानीं मम प्रश्नः अस्ति, कार्याधिकरणम् इति कपालः खलु, कपालः कार्याधिकरणे भवति वा इति प्रश्नः। चिन्तयामि। हा हा, कथं कपालः कार्याधिकरणे भवति, कपालः कपाले भवति वा इति प्रश्नः। कपालः कपालः स्वयं, हा वदतु भगिनि, जयन्ति भगिनि वदतु। कपालः स्वस्मिन् तादात्म्यसम्बन्धेन भवति, अतः कपालः यः अधिकरणम् अस्ति स्वस्मिन् एव अस्ति कार्योत्पत्तेः समीचीनं समीचीनम् इत्येव अस्ति। कपालः स्वस्मिन् भवति तादात्म्यसम्बन्धेन, नाम कपालः एव कार्याधिकरणं, कपालः स्वयं कार्याधिकरणे तादात्म्यसम्बन्धेन भवति, अपि च सर्वदा भवति कार्याधिकरणे स्वस्मिन्, अनन्तरं कार्योत्पत्तेः पूर्वक्षणे अपि भवति इति अवगन्तव्यं भवति। तदर्थमेव तादात्म्यसम्बन्धः इति कल्पितः एतस्य विवरणार्थम्। सर्वे पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन भवति इति कृत्वा कपालः अपि स्वस्मिन् स्वयं स्वस्मिन् कार्याधिकरणे भवति। अस्तु, इति इति अस्ति। राजेन्द्रमहोदय अत्र अग्रिमे अतः कपालस्य इति अस्ति, तत् किञ्चित् पठति वा तं परिच्छेदम्? अतः कपालस्य स्वस्मिन् सम्बन्धः तादात्म्य इति उच्यते। तादात्म्यम् इति उच्यते। कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयत् इति भवति कपालः घटस्य कारणम्। अतः सर्वस्य अपि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम्। अस्तु, किञ्चित् वदतु। यथा भवती पूर्वम् उक्तवती, कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति, तथा तत् तादात्म्य स्थित्वा समवायेन घटोत्पदित् इति भवति कपालः घटस्य कारणं। तथा कपालः घटस्य कारणम् अस्ति, कपालः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति, कपालः घटस्य कारणम् अस्ति इति घटस्य समवायीकारणमस्ति कपालः, यतोहि समवायसम्बन्धेन घटः तिष्ठति कपाले इति कृत्वा समवायीकारणमस्ति। अपि च असमवायिकारणं निमित्तकारणम् इति अपि अस्ति, कारणस्य त्रैवेद्यमस्ति। अस्तु, तर्हि अस्माकं मूलविषयः अस्ति अद्यतन कार्यकारणभावः इति। एतत् सर्वं केवलं पुनःस्मरणार्थमासीत्। पुनः द्व्यशीतितमे पुटे किञ्चित् पश्यन्तु सर्वे। अन्येन केनापि आगतं वा नूतनतया? वर्धिनी अस्मि भगिनि। अस्तु वर्धिनी, अस्तु तर्हि इदानीं द्व्यशीतितमे पुटे कार्यकारणभावस्य विषये अस्ति। तत्र किञ्चित् अन्वयसहचारः इति पदार्थनिरूपणम् इति अस्ति, ततः आरभ्य लक्ष्मी भगिनी पठति वा? आं भगिनि। कोऽपि प्रश्नः अस्ति वा कोपाल महोदय? पदार्थः अष्टविधाः सन्ति किल, द्रव्यं पुनः इति किं महोदय? न श्रूयते। अन्वयसहचारः इति पदार्थनिरूपण पदार्थम् इत्युक्ते अष्टविधपदार्थाः सन्ति सप्तपदार्थाः सन्ति अस्तु पठामः अग्रे तत्र स्पष्टं भवति अस्तु पठतु भगिनि अत्र इदं वक्तव्यम् अस्तु अत्र इदं वक्तव्यं शास्त्रे अस्मिन् कार्यकारणभावः तत्र तत्र चिन्त्यते अस्माभिः अपि कारणत्वनिकषाः आलोचिताः ग्रन्थकारेण समवायनिमित्तकारणभेदात् कारणत्वप्रकाराः अग्रे प्रदर्शयिष्यन्ते तस्मिन् विचारे यस्मिन् सति कार्यं भवति यस्मिन् असति कार्यं नैव भवति तत् तस्य कारणम् इति अवधार्यते निश्चीयते ततः कदाचित् कारण दर्शने कार्यमात्रस्य च दर्शने कारणम् उद्दृश्यमपि तत्र अस्ति इति अवधार्यते यथा अकस्मात् नद्यां पूरः भवति चेत् अप्रत्यक्षा अपि वृष्टिः ऊर्ध्वदेशे क्वचित् अभूत् इति अवगच्छामः अस्तु उच्यतां भगिनि अस्तु शास्त्रे कार्यकारणस्य तत्तु इदानीम् अस्माभिः पुनरावर्तनमपि कृतं कारणस्य निकषाः इति सर्वम् अतः ग्रन्थकारणे कारणाः त्रिविधा समवायनिमित्तकारणम् इति अत्र यण् सन्धिः अस्ति समवायि असमवायि निमित्तकारणम् इति ओ आमां समवायि असमवायि निमित्तकारण अस्तु अनन्तरं यत्र यदि कार्यं भवति यदि कार्यं यस्मिन् असति कार्यं नैव भवति इत्युक्ते अत्र कार्यस्य कारणं यस्मात् कारणम् अस्ति यस्मात् कारणं न अस्ति द्वयोपि निश्चितं भवति अथवा निकषाः अवधार्यते इत्युक्ते निकषाः खलु न अवधार्यते इत्युक्ते अवगम्यते अत्र वाक्यम् अस्ति स्थूलाक्षरैः यदस्ति खलु यस्मिन् सति इति सति सप्तमी अस्ति यस्मिन् सति कार्यं भवति इत्युक्ते यदा किमपि भवति तदा कार्यं भवति यस्मिन् असति कार्यं नैव भवति इत्युक्ते यदा किमपि न भवति तदा कार्यमपि न भवति तादृशवस्तु कारणम् इति अवगम्यते अथवा निश्चीयते ततः कदाचित् कारणदर्शने कार्यमात्रस्य च दर्शने कारण अदर्शने कार्यमात्रस्य च दर्शने कारणम् उद्दृश्यम् अपि तत्र अस्ति इति अवधार्यते कथम् अस्मिन् वाक्यस्य कारण अदर्शने इत्युक्ते यस्मात् कारणं कारण अदर्शने अग्निः अपि च धूमः इति चिन्तयतु केवलं धूमं दृष्ट्वा तस्य कारणं किम् अग्निः इति ऊहां कर्तुं शक्नुमः अस्तु इत्येव उक्तं कारण अदर्शने कार्यमात्रस्य दर्शने कार्यमात्रस्य दर्शने इत्युक्ते अत्र कार्यम् इति धूमः प्रत्यक्षं भवति कार्यमात्रस्य दर्शने कारणम् उद्दृश्यमपि तत्र अस्ति इति अवधार्यते कार्यम् अदृश्यम् अपि किञ्चित् अनुमानं भवति तादृशम् अस्ति इति अस्तु यथा अकस्मात् नद्यां पूरः भवति चेत् अप्रत्यक्षापि वृष्टिः ऊर्ध्वदेशं क्वचित् अभूत् इति अवगच्छामः. यदि नदी सम्पूर्णः नद्यां सम्पूर्णजलं वर्तते, वृष्टिः उपरिदेशे खलु पर्वतदेशे वा उपरिदेशे सत्यं भगिनि. सो तत्र अनेकः वृष्टि अधिकः अभवत्, अतः एव नदी सम्पूर्णः भवति इति अवगच्छामः इत्येव अस्ति. कारणस्य अदर्शने अपि कार्यम् एव कार्यमात्रं दृष्ट्वा किञ्चन कार्यं स्यात् इति ऊहां कर्तुं शक्नुमः. अस्तु, इदानीम् अग्रे गत्वा अन्वयसहचारः इत्युक्ते किम् इति पश्येम. कार्यकारणभावस्य तत्र कार्यकारणभावे चत्वारः अंशाः अस्ति इति उक्तं मया. अन्वयसहचारः, व्यतिरेकसहचारः, अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः. तर्हि अग्रे अन्वयसहचारः इत्युक्ते किम् इति अस्ति. गोपालमहोदय पठति वा? तथैव च पूर्वोक्तानां वक्ष्यमाणानां च केषाञ्चित् गुणानां द्रव्यविशेषजन्यत्वं निश्चिनुमः. यथा गन्धः पृथिव्यां सत्यां भवति, पृथिवी न भवति चेत् गन्धः न भवति इति गन्धः पृथिवीमात्रजन्यः इति अवगम्यते. पृथिवीसत्त्वे गन्धः इति पृथिवीगन्धयोः अन्वयम् आदाय सत्ताम् आदाय विद्यमानत्वमादाय चिन्त्यते इति अयम् अन्वयसहचारः इति व्यवह्रियते. सहचारः समानाधिकरण्यम् भावयोः पृथिवीगन्धयोः सामानाधिकरण्यम्. यथा पूर्वम् उक्तं केषाञ्चित् गुणानां द्रव्यविशेषजन्यत्वम् अस्ति. द्रव्यविशेषजन्यत्वं यथा गन्धः पृथिव्यां भवति, गन्धः पृथिव्याम् अस्ति, पृथिवी न भवति चेत् गन्धः न भवति. इत्युक्ते द्रव्यविशेषजन्यत्वं द्रव्यविशेषजन्यत्वं केषाञ्चित् गुणानाम् इति अस्ति. तत्र गुणः इत्यस्य स्थाने गन्धः इति स्थापयतु. अस्तु, तदा वाक्यं किं भवति? गन्धस्य गन्धस्य पृथिवीविशेषजन्यत्वं गन्धस्य पृथिवीविशेषजन्यत्वं यतोहि पृथिवी अस्ति चेत् गन्धस्य सम्भावना अस्ति, नो चेत् न, खलु? गन्धः केवलं पृथिव्यां, तर्हि गन्धः पृथिवीविशेषजन्यः. जन्यः नाम कार्यं, जन्यं कार्यम् इति समानम्. गन्धः इति कार्यं केवलं पृथिव्याम् एव उत्पद्यते, अन्यत्र न. पृथिवी नास्ति चेत् गन्धः अपि नास्ति. गन्धः अपि नास्ति. गन्धः पृथिवी मात्रजन्यः इति अवगम्यते. पृथिवीसत्त्वे गन्धः इति पृथिवीगन्धयोः अन्वयमादाय सत्तामादाय विद्यमानत्वमादाय चिन्त्यते इति अयम् अन्वयसहचारः इति व्यवह्रियते. अन्वयसहचारः सहचारः समानाधिकरणीयम्. एकनिमिषः, अत्र अन्वयः इत्युक्ते किम् इति प्रश्नः. अन्वयः अन्वयः इत्युक्ते भावरूपेण विद्यमानत्वम्। अत्र पश्यन्तु, अन्वयमादाय, सत्तामादाय, विद्यमानत्वम् आदाय इति अस्ति। ते सर्वे समानार्थकपदानि। रूपेण विद्यमानत्वं सत्यं। हा, अन्वयः इत्युक्ते अस्ति, सत्ता इति अस्ति। अन्वयः इत्युक्ते विद्यमानत्वं। पृथ्वीसत्त्वे गन्धः, पृथ्वीसत्त्वे गन्धः नाम तत्सत्त्वं। तत्सत्त्वे इत्युक्ते पृथ्वीसत्त्वे तत्सत्त्वं, गन्धसत्त्वम् इति अन्वयसहचारः। अपि च सहचारः इत्युक्ते किम्? सहचारः अग्रिमवाक्यमस्ति। सहचारः समानाधिकरण्यम्। सहचारः इत्युक्ते समानाधिकरण्यम्। अधुना कयोः समानाधिकरण्यम् अस्ति अत्र? पृथ्वीगन्धयोः। हा, सम्यक् भगिनि। पृथ्वीगन्धयोः समानाधिकरण्यं। तौ च कुत्र वर्तेते? सत्यं, पृथिव्यां गन्धः अस्ति। केन सम्बन्धेन? समवायसम्बन्धेन। समवायसम्बन्धेन। अपि च पृथ्वी स्वयं कुत्र अस्ति? उच्चैः उच्यतां, केनापि उक्तं वा? हा, सम्यक्। पृथ्वी स्वयमेव पृथिव्याम् अस्ति। केन सम्बन्धेन? कोऽपि वदति वा? स्वरूपसम्बन्धेन, तादात्म्यसम्बन्धेन। अतः समानाधिकरण्यं साधितं। समानाधिकरण्यं कुत्र? पृथिव्यां। गन्धः पृथिव्याम् अस्ति समवायेन, पृथिवी अपि पृथिव्याम् अस्ति तादात्म्यसम्बन्धेन। अस्ति, अस्ति इति अन्वयः, अस्ति अथवा विद्यमानत्वम् इति अन्वयः। समानाधिकरण्यम् इति सहचारः। अन्वयसहचारः इत्युक्ते कारणं कार्यम् उभौ अपि स्तः एकत्र, एकस्मिन्नेव अधिकरणे इति। भगिनी, प्रश्नः एवं वक्तुं शक्नुमः, सहचारः इति सहेन चरति सहचारः, समानाधिकरणम् इत्युक्ते उभौ अपि तस्मिन्नेव सहेन मिलित्वा चरति इत्युक्ते चर् धातुः अस्ति, लोके गत्यर्थकः, गच्छति इत्यस्मिन् अर्थे, परन्तु अत्र सहचारः इत्युक्ते सहवासः इति चिन्तयतु। सहवासः, एकत्र एव वासः उभयोः। हा, सहवास अथवा समानाधिकरण्यं, समानाधिकरण्यम् इति सहचारः। अन्वयसहचारः इत्युक्ते कार्यं कारणम् उभौ अपि स्तः, अपि च एकस्मिन्नेव अधिकरणे स्तः इति कृत्वा अन्वयसहचारः इति। स्पष्टमस्ति वा? अस्तु, अन्तिमवाक्यं पठतु भगिनि। सहचारः समानाधिकरण्यं, भावयोः पृथ्वीगन्धयोः समानाधिकरण्यम्। अत्र भावयोः इत्युक्ते किं? भावपदार्थयोः, पृथ्वीगन्ध। बहु सम्यक्। हा, भावयोः पृथ्वीगन्धयोः समानाधिकरण्यं। सप्तपदार्थाः सन्ति खलु? द्रव्यं, द्रव्यगुणकर्म, सामान्यं, विशेषः, समवाय, अभावः। सप्तसु पदार्थेषु अभावः इति यदस्ति तं विहाय सर्वे भावपदार्थाः इति उच्यन्ते। भावः इत्युक्ते यद् अभावः न तद्। भावपदार्थः इति यत्र उच्यते तत्र यद् अभावः नास्ति तदस्ति। द्रव्यगुणकर्म, सामान्यं, विशेषः, समवायः, अभावः इति सप्तपदार्थाः। तेषु सप्तसु षड् पदार्थाः भावाः अपि च अभावः इति उच्यते। तदर्थमेव अत्र भावयोः, अत्र किं भावयोः इत्युक्ते पृथिवी गन्धः इति अर्थः. अस्तु, तर्हि अग्रे गच्छेम वा? हा, एतावता अन्वयसहचारः इत्युक्ते किम् इति परिशीलितम्. अन्वयः इत्युक्ते विद्यमानत्वं, सहचारः इत्युक्ते सामानाधिकरण्यं, कार्यस्य कारणस्य च विद्यमानत्वम् एकस्मिन् अधिकरणे इति अन्वयसहचारः. व्यतिरेकसहचारः अपि अस्ति. हा, अग्रे गत्वा व्यतिरेकसहचारः भवति. अस्तु, अग्रे अग्रे गोपालमहोदय पठति वा किञ्चित्? व्यतिरेकसहचारः इति पदार्थनिरूपणं, यत्र पृथिवी नास्ति तत्र गन्धोऽपि नास्ति इति चिन्तनम् अभावो आदाय प्रवर्तते इति अयं व्यतिरेकसहचार इति उच्यते. व्यतिरेकौ अभावौ पृथिव्यभावगन्ध अभावरूपौ तयोः विद्यमानत्वं समानाधिकरण्यं च आदाय इह चित्यते इति अयं व्यतिरेकसहचारः. एवञ्च पूर्वोक्त अन्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते तयोः कार्यकारणभावः निश्चितो भवति. अत्र किञ्चित् यत्र अभावः अस्ति, यत्र पृथिवी नास्ति तत्र गन्धः अपि नास्ति, गन्धः अपि नास्ति तत्र अभावः आदाय, द्वयोः अपि अभावो आदाय आदाय किञ्चित् चिन्तनं भवति. हा, अस्तु, एकं वदामि. अन्यः इत्युक्ते विद्यमानत्वम् इति उक्तं खलु? आम्. हा, व्यतिरेकः, व्यतिरेकः इत्युक्ते अभावः. अन्वयः इति भावः, अन्वयः इत्युक्ते भावरूप विद्यमानत्वं, व्यतिरेकः इत्युक्ते अभावः इति चिन्तयतु. व्यतिरेकः इत्युक्ते अभावः. अत्र परिशीलनीयं भवति यद् पृथिव्याः अभावः अस्ति वा, यत्र पृथिव्याः अभावः अस्ति तत्र गन्धस्यापि अभावः अस्ति वा इति परिशीलनीयं भवति. यत्र उभयोः अपि समानाधिकरणे अभावः भवति सः व्यतिरेकसहचारः. तत्रापि समानाधिकरण्यमस्ति, परन्तु अभावः एव अधिकरणं न अत्र. अस्तु, अग्रिमवाक्यं पठतु. व्यतिरेकौ अभावौ व्यतिरेक अभावौ पृथिव्यभावगन्ध अभावरूपौ तयोः विद्यमानत्वं पृथिव्यभावगन्ध अभावरूपौ तयोः विद्यमानत्वं समानाधिकरण्यं च आदाय इह चिन्त्यते इति अयं व्यतिरेकसहचारः. ओके, तत्र व्यतिरेको अभावे पृथिवी अभावः अपि अस्ति, गन्धस्य अभावरूप तयोः विद्यमानत्वं भवति. तयोः विद्यमानत्वं कुत्र? अभावे इति न, किञ्चन समानाधिकरणं स्यात् खलु. यथा पृथिवी गन्धयोः समानाधिकरणम् अस्ति पृथिवी इति. यत्र पृथिवी भवति पृथिव्याः विद्यमानत्वं, तत्र गन्धस्यापि विद्यमानत्वम्. उभयोः विद्यमानत्वं कुत्र? पृथिव्यामेव इति कृत्वा पृथिवी समानाधिकरणम् उभयोः कार्यस्य अपि च कारणस्य. अत्र पश्यति चेत् व्यतिरेकः इत्युक्ते अभावः, कारणस्य अभावः, गन्धः इति कार्यं तस्यापि अभावः, उभयोः अभावयोः अधिकरणं किम् इति प्रश्नः. अन्यस्मिन् द्रव्ये अन्यः द्रव्यं सम्यक् अपरस्मिन् द्रव्ये तथा अस्ति खलु, जले पृथ्वी अस्ति वा? यत्र पृथ्वी नास्ति अन्यपदार्थाः सन्ति चेत् द्रव्यं सन्ति चेत् तस्मिन् एव तयोः अभावः अस्ति. इति समानाधिकरण्यम्, अभावस्य समानाधिकरण्यं साधितम्. तत्रैव जातः समानाधिकरणमित्युक्ते यदा वक्तुं शक्नुमः जले अभावसमानाधिकरण्यम् अस्ति इति वक्तुं शक्नुमः. सत्यं सत्यं महोदय, तथा एव अस्ति. तस्य नाम किं? व्यतिरेकसहचारः. सम्यक् अस्ति, अस्तु, व्यतिरेकसहचारः इति तदेव अस्ति. अभावयोः, कारणस्य अभावः, कार्यस्य अभावः, तयोः समानाधिकरण्यम् एव व्यतिरेकसहचारः इति अस्ति. अस्तु, अग्रिमवाक्यं पठतु महोदय. पूर्वोक्त अन्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते तयोः कार्यकारणभावः निश्चितो भवति. आम्, तत्र पूर्वस्मिन् उदाहरणे यत्र अन्यसहचारः अस्ति तस्य तत्र भावरूपेण विद्यमानत्वं भवति, अत्र अभावरूपेण विद्यमानत्वं भवति. परन्तु कारणभावः द्वयोः अपि द्वयोरपि स्तः. बहु सम्यक् अस्ति, तथैव अस्ति. यत्र अन्वयसहचारः अपि अस्ति ययोः मध्ये, ययोः नाम कारणकार्ययोः मध्ये यत्र अन्वयसहचारः अपि अस्ति, व्यतिरेकसहचारः अपि अस्ति, तदा एव वक्तुं शक्नुमः इदम् अस्य कारणम् इति. तयोः मध्ये कार्यकारणभावः निश्चीयते अनेन, केन? अन्वयसहचारेण अपि च व्यतिरेकसहचारेण इति अस्ति. अन्वयसहचारः, व्यतिरेकसहचारः इति विषयः. अग्रे गत्वा अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः इत्युक्ते किम् इति पश्येम. भगिनि, एकः संशयः अस्ति. पुनः अभावस्य समानाधिकरणं किम् अस्ति? ऐ मीन् यः कोऽपि द्रव्यः इति यस्य विषये वयं वदामः, पृथिवी विषये अधुना चिन्तयामः खलु. पृथिवी अभावः कुत्र कुत्र अस्ति? अन्यद्रव्येषु अस्ति. सत्यं, पृथिवी अभावः अन्यद्रव्येषु अस्ति. यत्र पृथिवी अभावः अस्ति तत्र गन्धः अस्ति वा? नास्ति. तर्हि यत्र पृथिवी नास्ति तत्र गन्धः अपि नास्ति इति साधितं खलु. आम्. तर्हि अपरेषु द्रव्येषु गन्धस्य अभावः अस्ति वा? आम् अस्ति. अस्ति खलु, तर्हि पृथिवी अभावः, गन्ध अभावः, तयोः अपि समानाधिकरण्यम् अस्ति. कुत्र समानाधिकरण्यम् अस्ति? यत्कोपि यः कोऽपि द्रव्य यत्किमपि द्रव्यं भवतु, अन्यं द्रव्यं पृथिवीं विहाय तत्र तत्रैव अस्ति इति बुद्धं वा लक्ष्मी भगिनी, अथवा इतोपि भ्रमः अस्ति? किञ्चित् बुद्धं. पृथ्वीं पृथ्वीं विहाय सर्वेषु द्रव्येषु तत् समानाधिकरणं भवति एव खलु? सत्यं. कस्य कस्य समानाधिकरण्यं भवति? पृथ्व्याः अभावः, अनन्तरं गन्धस्य अभावः, तयोः अभावौ सर्वेषु द्रव्येषु समानाधिकरेण भवति तयोः अभावौ. जलं, तेजः, वायुः इति वा? हा, सत्यं भगिनि. जलं, तेजः, वायुः, आकाश, अपरत्र यत्किमपि पृथ्वीं विहाय यत्किमपि द्रव्यं स्वीकरोतु तत्र पृथ्वी अभावः, गन्धस्य अभावः इति कृत्वा अभावस्य विद्यमानत्वम् अस्ति अपरे द्रव्येषु इति एव व्यतिरेकसहचारः भवति. अत्र एवं चिन्तनीयं भवति यत् पृथ्वीगन्धः इति केवलम् उदाहरणरीत्या वदामः. अस्तु, वस्तुतया वस्तुतया चर्चा अस्ति कारणस्य कार्यस्य विषये. अन्वयसहचारः इत्युक्ते कारणं कार्यम् उभयोः समानादिकरणीयम् इत्येव अन्वयसहचारः. कारणमपि अस्ति कार्यमपि अस्ति इति अन्वयः, अपि च तयोः समानादिकरण्यम् अस्ति इति सहचारः अन्वयसहचारः. व्यतिरेकसहचारः इत्युक्ते कारणमपि नास्ति कार्यमपि नास्ति एकस्मिन्नेव अधिकरणे. अभावः इति व्यतिरेकः, सहचारः इत्युक्ते समानादिकरण्यं समानादिकरण्यम्. बुद्धं वा सर्वैः? अस्तु तर्हि सावित्री भगिनी अग्रे पठति वा. अन्वयव्यतिरेकव्यभिचारौ एतद्वैपरीत्येन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः. विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इत्युच्यते. इह कि कारणत्वेन अभिमतस्य सत्त्वे अपि कार्यत्वेन अभिमतस्य असत्त्वम्. एवं कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यस्य अभिमतस्य उत्पत्तिः व्यतिरेकव्यभिचारः इत्युच्यते. यथा तन्तुः घटं प्रति कारणं न वा इति सन्देहे तन्तौ सत्यपि घटः न उत्पद्यते इति ज्ञानवतः तत् अन्वयव्यभिचारज्ञानं भवति. एवं घटोत्पत्तिदेशे तन्तौ असति अपि घटः उत्पद्यते इति जानानस्य तत् व्यतिरेकव्यभिचारज्ञानं भवति. अभिमते इत्युक्ते किं भगिनि? अभिमतस्य इत्युक्ते स्वीकृतस्य, अक्सेप्टेड् इति. इदम् अस्य कारणम् इति अभिमतं, कारणत्वेन अभिमतम् इत्युक्ते कारणत्वेन स्वीकृतं यत्किमपि वस्तु. अस्तु. एतद् वैपरीत्येन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः. विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इत्युच्यते. अस्तु, इदानीमेव परिशीलितं यत् अन्वयम् अन्वयसहचारः किम् अपि च व्यतिरेकसहचारः किं. द्वौ ज्ञात्वा कारणस्य कार्यस्य कारणं भवति एव इति स्वीकृतं चेत् कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः. इत्युक्ते यदि कार्यं भवति परन्तु कारणस्य अन्वयः, कारणस्य अन्वयः इत्युक्ते कारणस्य विद्यमानत्वम्. तदेव इदानीं चर्चितं. विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इत्युच्यते. आहत्य इति चिन्तयामि, कारणम् अस्ति परन्तु कार्यं नास्ति, अथवा कार्यम् अस्ति कारणं नास्ति. एकनिमिषः. अत्र अन्वयव्यभिचारः व्यतिरेकव्यभिचारः इति द्वौ अंशौ इतोपि स्तः खलु. प्रथमम् अन्वयव्यभिचारः. अन्वयव्यभिचारः इत्युक्ते किम्? वैपरीत्येन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः. विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः. कारणम् अस्ति परन्तु कार्यं नास्ति. तावदेव. हा, अन्वय इत्युक्ते कारणम् इति चिन्तयतु तस्मिन्, अस्तु, यत्र कारणमस्ति कार्यं नास्ति तत्र व्यभिचारः अस्ति, सहचारः नास्ति खलु इति कृत्वा अन्वयव्यभिचारः, कारणमस्ति कार्यं नास्ति इति अन्वयव्यभिचारः. अस्तु अग्रे. इह हि कारणत्वेन अभिमतस्य सत्त्वे अपि कार्यत्वेन अभिमतस्य असत्त्वम्. एवं कारणत्वेन अभिमतस्य सत्त्वे अपि कार्यत्वेन अभिमतस्य उत्पत्तिः व्यतिरेकव्यभिचारः इत्युच्यते. इदानीं कार्यं परन्तु हि कारणत्वेन अभिमतस्य सत्त्वे अपि कार्यत्वेन अभिमतस्य असत्त्वं. कार्यं एतावत् पर्यन्तम् उक्तं खलु अन्वय व्यभिचारः इत्युच्यते. इह हि कारणत्वेन अभिमतस्य सत्त्वे अपि कार्यत्वेन अभिमतस्य असत्त्वम् इति अन्वयव्यभिचारः. अस्तु, तावत् पर्यन्तं समानं, तावत् पर्यन्तं यत्किमपि अस्ति तद् अन्वयव्यभिचारः इत्यस्य विवरणमस्ति. एवं चिन्तयन्तु मनसि, अन्वयः इत्युक्ते कारणम्, अस्तु, व्यतिरेकः इत्युक्ते कारणाभावः. अन्वयः इत्युक्ते कारणस्य विद्यमानत्वं, व्यतिरेकः इत्युक्ते कारणस्य अभावः इति मनसि स्थापयन्ति चेत् तस्मात् पूर्वं सहचारः इति आगच्छति चेत् कार्यमपि अस्ति इति चिन्तनीयम्. सत्यम् अवगतम्. तस्मात् परं व्यभिचारः इति आगच्छति चेत् कार्यं नास्ति इति चिन्तनीयं भवति. अस्तु, तर्हि अन्वयव्यभिचारः इत्युक्ते अन्वयः कस्य, कारणस्य अन्वयः अस्ति परन्तु व्यभिचारः नाम कार्यं नास्ति. परन्तु अन्वयः इत्युक्ते कारणं कथं भवति? समानं नास्ति. केवलं स्मरणार्थं वदामि, अन्वयः इत्युक्ते अन्वयः इत्युक्ते विद्यमानत्वं खलु. मनसि कस्य विद्यमानत्वम् इति प्रश्नं करोति चेत् अन्वयः कारणस्य विद्यमानत्वम् इति मनसि भवति चेत् तस्मात् परं यदा सहचारः इति पदमागच्छति तदा कार्यम् अपि अस्ति, कार्यस्य अपि अन्वयः अस्ति इति चिन्तयामः. तस्मात् परं व्यभिचारः इति भवति चेत् तत्र कार्यं नास्ति इति चिन्तयितुं शक्नुमः. तथा एव व्यतिरेकः इत्युक्ते अभावः. व्यतिरेकस्य स्थाने कारणस्य अभावः इति मनसि निधाय तस्मात् परं सहचारः आगच्छति चेत् कार्यस्य अपि अभावः, व्यभिचारः चेत् कार्यस्य कार्यम् अस्ति इति. अस्ति, अस्तु अस्तु. एवं कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यत्वेन अभिमतस्य उत्पत्तिः व्यतिरेकव्यभिचारः इत्युच्यते. कारणत्वेन अभिमतस्य असत्त्वे अपि कारणं नास्ति, कार्यम् अस्ति, व्यतिरेकव्यभिचारः इत्युच्यते. तथा यथा तन्तुः घटं प्रति कारणं न वा इति सन्देहे तन्तौ सत्यपि घटः न उत्पद्यते इति ज्ञानवतः तत् अन्वयव्यभिचारज्ञानं भवति. अस्तु, उदाहरणमस्ति, तन्तुः घटं प्रति कारणं न भवति एव, परन्तु तन्तुः अस्ति, घटं न उत्पद्यते. तदेव अन्वयव्यभिचारज्ञानम्. अन्वय वस्तुतः वयं तु जानीमः तन्तुना घटं न उत्पद्यते इति वयं जानीमः, परन्तु अत्र कस्यचित् सन्देहः कस्य, तन्तौ सत्यपि घटः न उत्पद्यते इति ज्ञातवतः पुरुषस्य. सः चिन्तयति तन्तुः कारणं स्यात् इति. तदा तस्य मनसि तन्तुः अस्ति, तन्तोः अन्वयः अस्ति, परन्तु कार्यम् इति येन यद् अनुमतं तद् नास्ति. ज्ञानवतः किम् उक्तं तत्र? अज्ञानवतः इति भवति किल? न न न न इति ज्ञानवतः. सः जानाति वा? सन्देहः तु अज्ञाने, अज्ञानस्य स्थितिः. एकनिमिषः. सः जानाति तन्तुः सत्यपि घटः न उत्पद्यते इति सः जानाति इति ज्ञानम्. परन्तु तस्य सन्देहः कारणकार्यभावं प्रति. अस्तु अस्तु. यदा सः जानाति तन्तुः अस्ति घटं न उत्पद्यते परन्तु इति सः जानाति, तन्तुं पश्यति परन्तु घटं न पश्यति, तदा सः किं चिन्तयति? अस्तु, अत्र अन्वयव्यभिचारम् अस्ति इति. तत् अन्वयव्यभिचारज्ञानं भवति. आमामां किञ्चित् क्लिष्टमस्ति अत्र. अस्तु, अन्तिमवाक्यं पठामि वा? एवं घटोत्पत्तिदेशे तन्तौ असति अपि घटः उत्पद्यते इति ज्ञानस्य तत् व्यतिरेकव्यभिचारज्ञानं भवति. अस्तु, सः जानाति तन्तुः घटस्य प्रति कारणं नास्ति, परन्तु तन्तु नास्ति. एकनिमिषः. सः निश्चितरूपेण न जानाति. अस्तु, सः किं जानाति? ओ अस्तु, अधुना अहं घटं पश्यामि, घटः उत्पन्नः इति जानाति, परन्तु तत्र तन्तुः नास्ति इत्यपि जानाति इत्येव तस्य ज्ञानं तावत्पर्यन्तम्. अस्तु अस्तु. ज्ञानं चतुर्विधं भवति अत्र. अन्वयसहचारज्ञानं, व्यतिरेकसहचारज्ञानं, अन्वयव्यभिचारज्ञानम् अथवा व्यतिरेकव्यभिचार इति ज्ञानं इति. सत्यं, हा सत्यं महोदय, तथैव अस्ति. सम्यक्. अस्तु, तर्हि भगिनी वदतु, अस्मिन् किमस्ति? तन्तुः अस्ति, घटः घटः नास्ति, तन्तुः नास्ति, घटः अस्ति. अत्र कारणं नास्ति, कार्यमस्ति. सः तस्मात् जानाति, अत्र व्यतिरेकव्यभिचारज्ञानम् भवति. तद्युक्ते घट उत्पत्त्यर्थं तन्तो न आवश्यकम् इति ज्ञानम् इति वक्तुं शक्नुमः. सत्यं, न न न केवलं कारणकार्य कारणकार्यभावः अस्ति इति निश्चितरूपेण वक्तुं किम् आवश्यकम्? अन्वयसहचारः भवेत्, व्यतिरेकसहचारः भवेत् इति अस्ति खलु. पूर्वपठितवन्तः, पूर्वोक्त अन्वयसहचारः व्यतिरेकसहचारः ययोः तयोः कार्यकारणभावः निश्चितो भवति इति. परन्तु अत्र केवलम् उदाहरणत्वेन दीयते. अन्वयसहचारः इत्युक्ते किं? अन्वयव्यभिचारः इत्युक्ते किम्? अन्वय व्यतिरेकव्यभिचारः इत्युक्ते किम् इत्यस्य उदाहरणार्थम् एतत् सर्वं दीयते. अस्तु, परन्तु अन्वयव्यभिचारज्ञानेन कार्यकारणभावः साधयितुं शक्नुमः न वा इति अत्र न उक्तम्. न न न भगिनी, अहं चिन्तयामि कार्यकारणभावः तु निश्चितम् अस्ति अन्वयसहचार अपि च व्यतिरेकसहचारेण. तेनैव निश्चितम् अस्ति. परन्तु अत्र महोदयस्य प्रश्नः आसीत् एतद् ज्ञात्वा इदमस्य कारणम् अथवा नास्ति इति वक्तुं शक्नुमः वा इति महोदयस्य प्रश्नः. तद् नास्ति. केवलम् अन्वयव्यभिचारः इत्युक्ते किं? व्यतिरेकव्यभिचारः इत्युक्ते किम् इति प्रदर्शनार्थं तावदेव. अतः अन्यरीत्या वदामि चेत् घटः कार्यमिति, तन्तुः कारणं, तस्य घटस्य कारणं तन्तुना न भवति. तत् अत्र न वक्तुं शक्नुमः महोदय. अन्वयव्यतिरेक व्यभिचारेण न वक्तुं शक्नुमः तथा. इत्येव अस्ति सत्यम्. अहं केवलं चिन्तयामि, मम मनसि सन्देहः अस्ति. प्रायः तन्तुः कारणं घटं कार्यम् इति मम मनसि सन्देहः अस्ति खलु. इति सन्देहः अस्ति, परन्तु अहं किं पश्यामि? मम पुरतः तन्तुं पश्यामि परन्तु घटं न पश्यामि. तर्हि मम मनसि कारणम् इति यद् अनुमतं तत्तु अस्ति, मम मनसि कार्यम् इति यद् अनुमतं तद् नास्ति इति अन्वयव्यभिचारः. परन्तु विपरीतदृष्ट्या मम मनसि कारणमिति यद् यद् अवगतं तन्तुः तद् नास्ति, परन्तु मम मनसि घटः इति कार्यम् इति यद् अनुमतं तद् अस्ति, तादृशः सन्दर्भः अस्ति व्यतिरेकव्यभिचारः इति. ज्ञानस्य नाम इति व्यतिरेकव्यभिचारि व्यभिचारः इति. सत्यं सत्यं, व्यतिरेकव्यभिचारज्ञानं भवति मम, परन्तु तेन कार्यकारणभावः न सिद्ध्यति, एतावता न सिद्धं. सन्देहः इतोपि अस्ति. सन्देहनिवारणार्थम् अन्वयसहचारः व्यतिरेकसहचारः स्यात्, व्यभिचारज्ञानेन क्लेशः एव इति. अस्तु, अग्रे सरेम वा तर्हि? जयन्ती भगिनी पठति वा? आं भगिनि. अन्वयव्यभिचारज्ञानं भवति चेत् अन्वयसहचारज्ञानं नोत्पद्यते. कथं हि तन्तौ सत्यपि घटः नोत्पद्यते इति अन्वयव्यभिचारज्ञानवतः पुरुषस्य तन्तौ सति पटः उत्पद्यते इति अन्वयसहचारज्ञानं सम्भवति. एवं व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं नोत्पद्यते. कपाले अविद्यमाने अपि पटोत्पत्तिः इति व्यतिरेकव्यभिचारे गृहीते कपाले अविद्यमाने न पटोत्पादः इति व्यतिरेकसहचारः न गृह्यते एव. अत्र एकस्य ज्ञानेन अन्यस्य ज्ञानं भवति वा न इति प्रश्नः. इदानीम् अन्वयव्यभिचारः कः इति वयं दृष्टवन्तः. तन्तवः सन्ति, कार्यं न उत्पद्यति, पटरूपेण कार्यं न उत्पद्यति, परन्तु एकनिमिषं. तन्तवः सन्ति, घटः न उत्पद्यते इत्युक्ते कार्यकारणभावः न दृश्यते एव तत्र. अत्र अन्वयव्यभिचारः इति वयं अस्मिन् सन्दर्भे वयम् अन्वयव्यभिचारः अस्माकम् अन्वयव्यभिचारज्ञानम् अस्ति. तन्तु घटयोः अन्वयव्यभिचारज्ञानम् इति. किं भगिनि? भवती वदतु वदतु. परन्तु तयोः अन्वयव्यभिचारज्ञानम् अस्ति, परन्तु तन्तवः सन्ति, तेभ्यः पटः उत्पद्यति वा तन्तवः पटस्य कारणम् इति ज्ञानं न उत्पद्यते इति खलु? सत्यं सत्यं. कथं हि इति पृष्टं खलु वाक्यस्य आदौ? आम् आम् आम्. अन्वयव्यभिचारज्ञानेन तन्तवः तन्तुभ्यः किं कार्यं भवति इति ज्ञानं न उत्पद्यते. सम्यक्. तर्हि अन्वयव्यभिचारज्ञानेन अन्वयसहचारज्ञानं न उत्पद्यते इति. अत्र पुरुषस्य तन्तौ सति पटः उत्पद्यते इति अन्वयसहचारज्ञानं सम्भवति इति कथं भगिनि? एकनिमिषं भगिनि, कथं हि इति वाक्यस्य आदौ वस्तुतः सावित्री भगिनी प्रश्नवाचकः अस्ति, कथं हि अन्वयव्यभिचार वाक्यस्य आदौ पश्यतु कथं हि इति अस्ति खलु. तत्र भवेत् वा सम्भवति? सत्यं, क्वशन् मार्क् भवेत्. सत्यं. अस्तु, अग्रे पठतु भगिनि. एवं व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं न उत्पद्यते. व्यतिरेकव्यभिचारज्ञानं कुत्र भवति? तन्तवः न सन्ति परन्तु घट उत्पद्यते, तत्र व्यतिरेकव्यभिचारज्ञानम् अस्ति. तन्तोः अभावः अस्ति परन्तु घटः उत्पद्यते. परन्तु अनेन ज्ञानेन घटोत्पत्तेः कारणं किम् इत्यस्य ज्ञानं न भवति अस्माकम्. तदपि सत्यं, परन्तु व्यतिरेकसहचार भवत्याः उदाहरणं किम् आसीत्? तन्तुः नास्ति परन्तु घटः अस्ति इति व्यतिरेकव्यभिचारज्ञानं खलु? आम् आम्. परन्तु तेन ज्ञानेन तन्तुः नास्ति चेत् पटः नास्ति इति व्यतिरेकसहचारज्ञानं द्वयोः तन्तवः न सन्ति चेत् पटः नास्ति इति वा? इति एव व्यतिरेकसहचारज्ञानं. तादृशज्ञानमपि न उत्पद्यते. सरलरीत्या वदामश्चेत् सहचारज्ञानेन, न क्षम्यतां, व्यभिचारज्ञानेन तत्र सहचारज्ञानं न उत्पद्यते. अस्तु अस्तु. द्वयोः मध्ये अपि सत्यं, व्यभिचारी अथवा व्यतिरेकव्यभिचारी. सत्यं, हा, तेन ज्ञानेन अन्वयसहचार अथवा व्यतिरेकसहचारज्ञानं न उत्पद्यते इति. इति अस्ति किल, इत्युक्ते एकस्य कार्यस्य कारणं किं वा कारणस्य फलं कार्यम् इति इत्यस्य सम्बन्धः न उत्पद्यते एव खलु इत्यस्य ज्ञानं. सत्यं सत्यम्. अस्तु, अत्र अग्रे उदाहरणं पठतु भगिनि. आम्, कपाले अविद्यमाने अपि पटोत्पत्तिः इति व्यतिरेकव्यभिचारे गृहीते कपाले अविद्यमाने न पटोत्पादः इति व्यतिरेकसहचारः न गृह्यते एव. कपालः नास्ति इत्युक्ते कारणं नास्ति परन्तु पटोत्पत्तिः इति पटोत्पत्तिः अस्ति, अतः व्यतिरेक व्यभिचारः अस्ति. परन्तु अस्मिन् अनेन ज्ञानेन कपाले नास्ति अतः अतः न पटोत्पादः. अस्तु, अत्र कपालस्य अभावस्य करेस्पोण्डिङ्ग् अभावः कः इति न ज्ञायते, तावदेव. आहत्य अन्वयसहचारः न ज्ञायते अथवा व्यतिरेकसहचारः न ज्ञायते, तथा एव अस्ति. सत्यं सत्यम् इति एव सारांशः. अस्तु, बुद्धं वा? तर्हि एतावता, कपाल अविद्यमाने पटोत्पादः न पटोत्पादः अथवा कपाल अविद्यमाने न घटोत्पादः, यत्किमपि भवतु तत्र अग्रे, इति व्यतिरेकसहचारः न गृह्यते इति अस्ति फलितार्थः. अग्रे सरेम किम्? अस्तु, राजेन्द्रमहोदय पठति वा? आं भगिनि. फलतः अन्वयव्यभिचारज्ञानात् न अन्वयसहचारज्ञानं, व्यतिरेकव्यभिचारज्ञानात् न व्यतिरेकसहचारज्ञानम्, उभयविध सहचारज्ञाने अनुत्पन्नैः तन्तुः घटं प्रति कारणम् इति कारणता ज्ञानम् अपि न उत्प उत्पद्यते. फलस्वरूपम् अनवयव्यभिचारज्ञानात् अनवयसहचारज्ञानं न उत्पद्यते, अथवा व्यतिरेकव्यभिचारज्ञानात् तस्य ज्ञानात् तत् व्यतिरेकसहचारज्ञानम् अपि न उत्पद्यते. उभयविध घटं प्रति कारणमिति कारणता ज्ञानम् अपि न उत्पद्यते. तत् तथैव उभय सहचारज्ञाने तन्तुः घटं प्रति कारणम् इति तत् कारणं कारणता ज्ञानं तत् न उत्पद्यते तदा. इति एव अस्ति. इदं कारणम् अस्य कार्यं प्रति इदं कारणम् इमं कार्यं प्रति इति वक्तुम् उभयविधसहचारज्ञानम् आवश्यकम्. उभयविधसहचारज्ञाने उत्पन्ने तत्र कारणता कार्यकारणभावः अथवा कारणता न ज्ञातुं शक्नुमः इत्येव अस्ति. अस्तु, राजेन्द्रमहोदय कृपया अग्रे अपि पठतु भवान्. तत्र अप्रो अयं विशेषः कारणत्वेन अभिमतस्य पदार्थस्य सत्त्वे अपि कदाचित् कार्योत्पत्तिर्न भवति. यथा दण्डः, चक्रं, कपालः इमानि घटकारणानि इति सर्वसम्मतं. परन्तु कपालद्वयसंयोगरूपकारणं न उत्पद्यते चेत् घटोत्पत्तिर्न भवति घटोत्पत्तिर्न भवति. तथापि तु दण्डादीनां कारणता न अपगच्छति. सर्वकारणत्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते. तत्र अप्रो अयं विशेषः अत्र किञ्चित् विशेष दृष्टिकोणेन किमपि अस्ति. कारणतेन अभिमतस्य पदार्थसत्त्वे अपि कदाचित् किं भवति यद् तत् पदार्थस्य अभिमतस्य सर्वे पदार्थाः तत्र सन्ति परन्तु कार्य उत्पत्ति न भवति. यथा दण्डः, चक्रं, कपालः इमानि घटकारणानि इति सर्वसम्मतं. दण्ड, चक्र, कपाल तत्र सर्वे जानन्ति. तत् घट उत्पादनकारणानि सन्ति. परन्तु कपालद्वयसंयोगरूपकारणं न उत्पद्यते. परन्तु तत्र सन्ति एव, तथापि तत्र कपालद्वयं संयोगरूपेण रूपकारणं तत्र न उत्पद्यते. यदि न उत्पद्यते तथा घटोत्पत्ति न भवति. सर्वे सामग्र्यां तत् भवन्ति परन्तु कपालद्वयसंयोगरूपकारणं न उत्पद्यते. यत् कोऽपि तत्र कपालद्वयं संयोगरूपेण एकस्मिन् स्थले न आयन्ति तत्र घटोत्पत्तिनिर्माणं न भवति. तथापि तु दण्डादीनां कारणता न अपगच्छति. तत् भवति चेत् दण्डादि तदापि ते दण्डादि दण्डचक्रम् इत्यादयः तस्य कारणतः न अपगच्छति. तत् कारणं ते तु कारणाः सन्ति तत्र. परन्तु कपालद्वयसंयोग यदा न उत्पद्यते तदा घटोत्पादनं न भवति. सर्वकारणसत्त्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते. सर्वे ये ऐ मीन् सामग्र्यः तत्र सन्ति परन्तु कपालद्वयसंयोगः तत्र न भवति. तत् यथा घटोत्पादनं न भवति तथैव तादृशी तत्र सर्वकारणकारणाः तत्र अनिवार्याः सन्ति तत्र कार्योत्पत्ति विषये. सत्यं तथैव अस्ति. सर्वं स्यात् कार्य उत्पत्ते उत्पत्तिः भवतु इति अस्ति चेत् तत्र सर्वं स्यात् सर्वकारणसत्त्वैः पदार्थेभ्यः कार्यम् उत्पद्यते. कदाचित् कथञ्चित् कार्यं न उत्पद्यते चेदपि दण्डादीनां कारणता न अपगच्छति, तत्तु भवति एव इति अस्ति. केनचित् कारणेन सर्वम् अस्ति परन्तु कार्यं न भवति चेदपि एवं न वक्तुं शक्नुमः यत् दण्डादीनां कारणता नास्ति इति. भगिनी यदि सर्वकारणसति किन्तु कार्यं न उत्पद्यते तत् भवति अन्वयव्यभिचारः सत्यं भगिनि. अस्तु सरला भगिनी एव अग्रे पठतु कृपया. भगिनी भगिनी एकः प्रश्नः अस्ति. अत्र घटः न उत्पद्यते यथा उक्तम् अन्वयव्यभिचारः अस्ति अत्र खलु. कारणानि सर्वाणि कारणानि न सन्ति परन्तु केचन कारणानि कानिचन कारणानि सन्ति. परन्तु यदा वयं पठितवन्तः अन्वयव्यभिचारज्ञानेन सहचारज्ञानं न उत्पद्यते इति कथं वयम् अप्लै कुर्मः अस्मिन् सन्दर्भे? अस्मिन् सन्दर्भे अन्वयव्यभिचारः अस्ति खलु. आम् नाम घटोत्पत्तेः निमित्तकारणानि सर्वाणि सन्ति परन्तु घटोत्पत्तिः न भवति इति अन्वयव्यभिचारः. आम् आम् भवत्या यद् पृष्टम् अन्वयसहचारस्य ज्ञानं न भवति तत् कथं जानीमः इति कथम् अप्लै अन्वयसहचारः सहचारस्य ज्ञानं न भवति इति एवं घटं त्यजतु. घटः दण्डचक्रादयः घटः कारणकार्यं तु परिचितमेव. अन्यत् किमपि चिन्तयतु. अस्तु एवं चिन्तयतु एकम् एकं किमपि अस्ति शर्करा अस्ति तेन पायसं भवति इति तथा किमपि यः कोऽपि न जानाति अयं विषयः इदं न जानाति चेत् तत्र कारणत्वेन अनुमतस्य शर्करायाः उपस्थितिः पश्यति परन्तु तेन किं जायते इति न अवगच्छति खलु. आम् आम् तदेव अन्वयसहचारः न जानाति. अस्तु बुद्धं वा? बुद्धं बुद्धं भगिनि. आम् अस्तु सरला भगिनी अग्रे. किञ्च दण्डः घटकारणम् इति अवधार्य ज्ञात्वा कश्चित् अत्यन्तं क्षीरं शलाकातुल्यं दण्डत्वजातिमन्तम् आदाय चक्रभ्रमणं चिकीर्षति चेत् किं भवेत् चक्रभ्रमणं न तावतापि न भ्रूमौ वयं दण्डः घटं प्रति न कारणम् इति. किन्तु योग्यं स्थूलं दण्डम् आदाय यत् यत्स्व इति उपदिशामः. पूर्वत्र दण्ड आदिसत्त्वे अपि कपालद्वयो द्वयसंयोग अभावात् प्रकृते च योग्यदण्ड अभावात् घटोत्पत्ति नास्ति अस्ति कारण सत्त्वे अपि न कार्यम् इति अन्वय अभिचारः. किञ्च दण्डः कारणमिति अवधार्य ज्ञात्वा कश्चित् अत्यन्तक्षीरं शलाकातुल्यं दण्डत्वजातिम् अन्तम् आदाय चक्रभ्रमणचिकीर्षति चेत् किं भवेत् चक्रभ्रमणं. यदि दण्डः अस्ति मीन्स् दण्डकारणम् अस्ति इति वयं जानीमः. किन्तु चक्रभ्रमणं न भवेत् तदपि घटनिर्माणं न भवति. सत्यं सत्यं चक्रभ्रमणं किमर्थं न भवति? योग्यदण्डः नास्ति. यः कोऽपि क्षीणं शलाकाम् उपयुज्य दण्डमिति क्षीणम् इत्युक्ते कृशः दुर्बलं दण्डम् उपयुज्य चक्रभ्रमणं करोति चेत् तदा न भवति. योग्यदण्डः नास्ति. दण्डत्वजातिमन्तं शलाका इत्युक्ते दण्डः एव दण्ड एव तदर्थमेव उक्तं दण्डत्वजातिमन्तं. दण्डः इव अस्ति परन्तु दण्डवत् दृढः नास्ति. तादृशं किमपि स्वीकृत्य चक्रभ्रमणं करोति चेत् चक्रभ्रमणं न भवति. तर्हि किं तावदपि च न भ्रूमो वयं दण्डः घटं प्रति न कारणम् इति. सो तत् अतः घटं निर्माणं न भवितुं शक्ति. सो दण्ड तत् दण्ड घटनिर्माणस्य कारणं न अस्ति. न तथा नास्ति. यद्यपि कोऽपि क्षीणं शलाकाम् उपयुज्य चक्रभ्रमणं कर्तुं प्रयत्नं कृत्वा असफलः भवति, तदापि न ब्रूमो. न ब्रूमो इत्युक्ते न वदामः, ब्रू धातुः. अस्तु, प्रथमपुरुष बहुवचने न ब्रूमो वयं. किं न ब्रूमो अथवा किं न वदामः? दण्डः घटं प्रति न कारणम् इति न कदापि वदामः, यतोहि अत्र योग्यदण्डः नास्ति. योग्यस्थूलं दण्डमादाय यतस्व यतते इत्यस्य मध्यमपुरुष यतस्व इति उपदिशामः, खलु? दण्डः कारणं नास्ति इति न साधितं. योग्यदण्डः नास्ति इत्येव साधितम् अत्र. पूर्वत्र दण्ड आदि सत्त्वे अपि कपालद्वयसंयोग अभावत् प्रकृते च योग्यदण्ड अभावत् घटो उत्पत्ति नास्ति. सो यदि योग्यदण्ड नास्ति तद् घटो उत्पत्ति न भवति. सो दण्डकपालसंयोग अभाव भवति. कपालनिर्माणं न भवति. पूर्वस्मिन् उदाहरणे कपालसंयोग अभावेन कार्यं न साधितं, घटनिर्माणं न अभवत्. अत्र तु योग्यदण्डाभावेन न साधितं कार्यं, घटनिर्माणं नास्ति. तर्हि कारणसत्त्वे अपि न कार्यम् इति अन्वय अभिचारः इति बुद्धं वा? कारणानि तु सन्ति, कारणं सति किन्तु कार्यं नास्ति, सत्यम् इति अन्वयव्यभिचारः. अस्तु, तर्हि स्पष्टं स्यात् इति मन्ये. केवलं कारणं नास्ति एव इति न वदामः. कारणं तु अस्ति, किन्तु केनचित् कारणेन कार्यं न जातं तावदेव. दण्डः क्षीणः आसीत् वा अथवा कपालसंयोगः न अभवत् वा, तेन एव कार्यं न जातं. परन्तु कारणं भवति. परन्तु कारणं तु अस्ति. दण्डः कारणं, कपालः कारणं, चक्रं कारणं. कारणं सर्वम् अस्ति, कार्यं न अभवत् इति अन्वयव्यभिचारः अत्र अस्ति. भवती अस्ति, मम न अवगच्छामः. अन्वय अभिचार तथा नास्ति भगिनि, तथा नास्ति एव, सर्वे अवगच्छन्ति. गोपालमहोदय, प्रश्नः आसीत् वा? तस्मात् पूर्णतया ज्ञानं न भवेत् अन्यव्यवचार कार्यं कथं भविष्यति इति ज्ञानं न भविष्यति. कार्यकारणसम्बन्धः न सम्यक् ज्ञायते. सत्यं, कार्यकारणभावः सम्यक्तया न साधयामः अन्वयव्यभिचारः भवति चेत्. अस्तु, अस्तु, तर्हि अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि, भगिनि एकः प्रश्नमस्ति. क्षीणं दण्डं किमर्थं चर्चितम् अत्र? किं साधितम् इत्युक्ते अस्माभिः दण्डः कारणम् इति स्वीकृतमेव. अस्तु, क्षीणं दण्डं यः कोऽपि उपयुज्य कार्यं न साधयितुं शक्नोमि इति वदति चेत् तदा वयं न वदामः यत् दण्डः कारणं नास्ति इति न वक्तुं शक्नुमः इति प्रदर्शयितुं. मन्दबुद्धि. भगिनी, सावित्री भगिनी, तस्मात् पूर्वमपि पश्यतु, दण्ड, चक्र, कपालः सर्वम् आसीत्. केनचित् कारणेन कपालसंयोगः न अभवत् तावदेव इति कृत्वा. एतद् दृष्ट्वा दण्डः कारणमेव नास्ति, चक्रं कारणमेव नास्ति, कपालः कारणमेव नास्ति इति न वदामः खलु? आमामां, परन्तु क्षीणदण्डेन किं साधितं? दण्डं तु अस्ति खलु, भवेत् इति खलु भगिनि? किं भगिनि? योग्यं कारणं भवेत् इति, कारणस्य योग्यता भवेत्। इदानीम् अहं दण्डं स्वीकृत्य चक्रभ्रमणं करोतु इति कमपि वदामि, सः गत्वा लेखनीं वा अथवा अङ्कनीं वा उपयुज्य, यतोहि लेखनी अङ्कनी सर्वमपि दण्डजातिमन्तं मतः एव खलु, तादृशं किमपि उपयुज्य चक्रभ्रमणं न साधयितुं शक्नोति चेत् तदा दण्डत्वे कारणत्वं नास्ति इति न वदामः। दण्डत्वे कारणमस्ति एव, केवलं योग्यदण्डः न स्वीकृतः तावदेव। अस्तु अस्तु, तर्हि आहत्य कारणत्वम् अस्ति, कार्यं नास्ति, तावदेव अन्वयव्यभिचारः। अतः योग्यदण्डमिति कारणम् इति योग्यदण्डम् इति न, योग्यदण्डः इति कारणं नास्ति, योग्यः इति त्यजतु, कारणत्वं कुत्र अस्ति? कारणत्वं दण्डत्वे अस्ति इति अवगन्तव्यं। दण्डत्वं कारणम् इति स्वीकृतं, दण्डत्वं तु अस्ति इति कारणमस्ति अन्वयः, परन्तु कार्यं नास्ति व्यभिचारः। दण्डत्वम् अस्ति, दण्डस्य अपि केचन गुणाः आवश्यकं, ते अपि कार्यस्य कारणाः भवेयुः। एकदृष्ट्या तदपि सत्यं, भवत्या यदुक्तम् एकदृष्ट्या तद् सत्यमेव, परन्तु दण्डं कारणम् एव न इति न वदामः, केवलं सम्यक् दण्डं स्वीकृत्य करोतु इति वक्तुं शक्नुमः इति। परन्तु पूर्वमेव उक्तं खलु, चक्रं, कपालः, दण्डः, एते सर्वाणि घटकारणानि इति सर्वसम्मतं प्रथममेव, परन्तु क्षीण दण्डेन किं साधितम् इति न अवगच्छामः। किं साधितम् इति न, किं न साधितम् इति चिन्तयतु। क्षीणदण्डः अस्ति इति दृष्ट्वा दण्डं कारणमेव न इति न वक्तुं शक्नुमः तावदेव। क्षीणदण्डः कार्यं कर्तुं न शक्यते, दण्डेन कार्यं कर्तुं न शक्यते। सत्यम् इत्युक्ते दण्डत्वस्य कारणत्वं नास्ति इति न साधयामः अनेन क्षीणदण्डेन तावदेव। अस्तु, लक्ष्मी भगिनी अग्रे पठति वा? आं भगिनि। एवं च अन्वयसहचारज्ञानं कारणताग्रहे आवश्यकम्, परन्तु क्वचित् अन्वयसहचारः न ज्ञायते, अपि तु अन्वयव्यभिचारः ज्ञायते चेदपि न कारणत्वे ग्रहे अत्यन्तं क्लेशः। एवं च अन्वयसहचारज्ञानं, यदि अन्वयसहचारं कारणस्य ग्रहणे अन्वयसहचारज्ञानम् आवश्यकमेव, परन्तु यदि अन्वयसहचारः न ज्ञायते यथा पूर्वस्मिन् उदाहरणे तन्तवः घटोत्पत्त्याः कारणं तत्र नास्ति, तत्र पर्यन्तम् अपि मास्तु, योग्यदण्डः नास्ति। अन्य यदि अन्यव्यभिचारः व्यभिचारज्ञानम् अस्ति तदपि कारणत्वस्य कार्य इत्युक्ते अत्र कारणत्वग्रहे अत्यन्तक्लेशः नास्ति इति, पूर्वस्मिन् उदाहरणे अन्वयव्यभिचारः आसीत् खलु, अन्वयसहचारः तु नास्ति, परन्तु अन्वयव्यभिचारः तु आसीदेव, केनचित् कारणेन एकत्र योग्यदण्डः नास्ति अपरत्र कपालसंयोगः नास्ति इति अन्वयव्यभिचारः आसीत् किल, तथापि कारणत्वग्रहणे अत्यन्तं क्लेशं न अनुभवामः इति, नाम केवलं क्षीणदण्डेन कार्यं न साधितम् इति दृष्ट्वा दण्डस्य कारणत्वम् एव नास्ति इति न वक्तुं शक्नुमः इति अस्ति तावदेव. अत्र एतत्तु न वक्तुं शक्नुमः, अन्यव्यभिचारज्ञानेन अन्वयसहचार ज्ञायते इति तदा तथा न खलु, तथा न, किन्तु किन्तु यद्यपि अन्वयव्यभिचारः वर्तते तथापि कारणत्वग्रहणे क्लेशः तावान् क्लेशः नास्ति इति. कथञ्चित् पूर्वस्मिन् उदाहरणे पश्यति चेत् कथञ्चित् कपालसंयोगः न जातः, परन्तु दण्डचक्रकपालः इति सर्वे सन्ति इति कृत्वा कारणानि सन्ति परन्तु कथञ्चित् कार्यं न जातम् इति द्रष्टुं शक्नुमः. तदर्थं कारणताग्रहणं न क्लेशाय इति. भगिनी, आम् क्षम्यतां, वदतु वदतु भगिनि. वदतु भगिनि. न, तत्र भवती उक्तवती शर्करापायसं सन्दर्भे शर्करा अस्ति परन्तु पायसं न जातं, तर्हि वयं वक्तुं न शक्नुमः यत् शर्करया पायसं न उत्पन्नं भवति इति वक्तुं न शक्नुमः एव, तादृशं ज्ञानं खलु. कारणता इति सुदृढतया स्थापयितुं न शक्नुमः, परन्तु न, अत्र किम् अस्ति, अन्वयव्यभिचारः भवति चेत् अन्वयसहचारः कुत्र अस्ति इति न वक्तुं शक्नुमः. परन्तु कारणम् अस्ति इति तु जानीमः खलु, तर्हि कारणताग्रहणं न क्लेशाय. कारणं यत्र अस्ति कारणे कारणता अस्ति, कारणताग्रहणं न अत्यन्तं क्लेशाय. यद्यपि अन्वयसहचारज्ञानं न भवति तदापि कारणताग्रहणं न क्लेशाय इति तावदेव. अस्तु, अग्रे पठेम वा. कारणानि आवश्यकमेव जानीमः, यथा शर्कर उदाहरणे कारणम् अस्ति आवश्यकमिति अपि जानीमः, परन्तु किमर्थं कारणं कारणात् कार्यं न उत्पद्यते इति अन्य किमपि ज्ञानम् आवश्यकं, कारणम् आवश्यकं. हा, सत्यं. तस्य अर्थः अस्ति यत् कारणता कुत्र अस्ति इति ग्रहणं क्लेशाय नास्ति. अन्वयसहचारस्य क्लेशः स्यात् परन्तु कारणता कुत्र अस्ति इति क्लेशः नास्ति ज्ञातुम्. अस्तु, अग्रे वर्धिनी भगिनी पठति वा. आं भगिनि, यदि तु व्यतिरेकव्यभिचारज्ञानं भवति अर्थात् कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यम् उत्पद्येत तदा कारणताज्ञानं नैव उत्पद्यते इति. अस्तु, अहं किञ्चित् वदामि. व्यतिरेकव्यभिचारज्ञानम् इत्युक्ते किं? व्यतिरेकः अभावः, कारणतायाः अभावः, परन्तु कार्यम् अस्ति. अर्थात् इत्युक्ते कारणत्वे अभिमतस्य असत्त्वे, कारणत्वेन यत्किमपि स्वीकृतं तद् नास्ति तथापि कार्यं भवति. अस्तु, तदा कारणता कुत्र अस्ति इति न जानीमः एव. एतस्मिन् सन्दर्भे कारणत्वग्रहणं क्लेशाय भवति, परन्तु पूर्वस्मिन् सन्दर्भे यत्र अन्वयव्यभिचारः आसीत् तदा कारणता कुत्र अस्ति इति ज्ञातुं न क्लेशाय. परन्तु अस्मिन् सन्दर्भे तत्र उदाहरणं दीयते न्यायग्रन्थेषु मङ्गलश्लोकः अस्ति वा न वा इति. अस्तु, नास्तिकग्रन्थेषु मङ्गलश्लोकः नास्ति इति उच्यते. मङ्गलश्लोकः नास्ति चेदपि ग्रन्थस्य समाप्तिः भवति. मङ्गलश्लोकः इति कारणत्वेन अभिमतं, ग्रन्थस्य समाप्तिः इति कार्यम्. अधुना कारणत्वेन अभिमतं अभिमतः मङ्गलश्लोकः नास्ति एव, तथापि कार्यं समाप्तं खलु, कार्यं तु उत्पद्यते, ग्रन्थः समाप्तः. इदानीं कारणत्वं कुत्र स्थापयामः? मङ्गलश्लोकः कारणं, मङ्गलश्लोके कारणत्वं नास्ति एव इति खलु. कारणत्वेन यत्किमपि अभिमतं मङ्गलश्लोकः इति सः नास्ति एव, तस्य अनुपस्थितिः, परन्तु कार्यं तु जातं, नास्तिकग्रन्थाः समाप्ताः इति कृत्वा तस्मिन् सन्दर्भे कारणत्वं कुत्रापि न आरोपयितुं शक्नुमः, न स्थापयितुं शक्नुमः इति. तदर्थमेव व्यतिरेकव्यभिचारज्ञानेन कारणताज्ञानं न उत्पद्यते इति उक्तम्. परन्तु अन्वयव्यभिचारज्ञानेन कारणत्वग्रहणे किमपि क्लेशः नास्ति, तावान् क्लेशः न भवति. अत्र कोऽपि प्रश्नः वा? मङ्गलश्लोकस्य उदाहरणं कुत्र अस्ति भगिनि? न, इति महोदयेन उक्तम्. नास्तिकग्रन्थेषु तथा न भवति मङ्गलश्लोकम् इति सर्वं न भवति नास्तिकग्रन्थेषु, परन्तु नास्तिकग्रन्थाः समाप्ताः जाताः. कादम्बरीग्रन्थे मङ्गलश्लोकः अस्ति, समाप्तं नास्ति. तत् कीदृशः अस्ति महोदय? अस्तु अस्तु, असत्यं. वर्धिनी भगिनी इदानीं वदतु भवती, मङ्गलश्लोकः अस्ति कादम्बरीग्रन्थे, परन्तु ग्रन्थस्य समाप्तिः नास्ति, तत् कीदृशः अस्ति? अन्वयव्यभिचारः वा अथवा व्यतिरेकव्यभिचारः वा, कीदृशः? कार्यं नास्ति, परन्तु कारणम् इति यत्किमपि अस्माभिः अनुमतं तस्मिन् कारणता अस्ति इति ग्रहणं क्लेशाय नास्ति खलु. परन्तु कस्य इति न ज्ञातुं शक्नुमः किल? सत्यं सत्यं. परन्तु सर्वे पदार्थे पदार्थानां कारणता अस्ति एव. इत्युक्ते किं भगिनि, न अवगतम्? यदा भवती वदति मङ्गलश्लोकः अस्ति परन्तु समाप्तं नास्ति अन्वय व्यभिचारः, तत्र कारणता अस्ति एव, किमपि सन्देहः नास्ति. कारणता कस्य इति न ज्ञातुं शक्नुमः. कारणता मङ्गलश्लोकस्य अस्ति. आम् आम् आम्, परन्तु कं प्रति इति भवत्याः प्रश्नः स्यात्. आम् अमि कं प्रति इति न जानीमः चेत् तत् कारणं कथं भवति? एवं चिन्तनमेव न कारणमिति अभिमतं, कारणमिति अभिमतम् इत्युक्ते स्वीकृतम्. अस्तु, मङ्गलश्लोकः कारणमिति स्वीकृतं चेत् तस्मिन् कारणता अस्ति. आमामाम्. परन्तु तेन यत्किमपि कार्यं साधनीयम् आसीत् तद् न कृतं, तद्भिन्नः विषयः. परन्तु कारणमिति स्वीकृतं तस्मिन् कारणता अस्ति इति कृत्वा अन्वयव्यभिचारसन्दर्भे तद् शक्यं. परन्तु व्यतिरेकव्यभिचारसन्दर्भे कारणता इति स्थापयितुं वस्तु एव नास्ति. यथा मङ्गलश्लोकमेव नास्ति चेत् कारणता कुत्र स्थापयामः? कार्यं तु साधितं, तत्र कारणं नास्ति. अन्य उदाहरणं वदामि. यत्कोपि यत्किं कोऽपि प्रतिसप्ताहं मन्दिरं गच्छति परन्तु जीवने उन्नतस्थानं न प्राप्यते, अन्यः कदापि देवालयं न गच्छति परन्तु उन्नतस्थानं स्थापयति, तत् अन्वयव्यभिचारः अथवा इति प्रथमं यद् भवता उक्तं तद् व्यतिरेकव्यभिचारः. आम्. द्वितीयं यदुक्तं तद् अन्वयव्यभिचारः. मङ्गलश्लोकम् एवम् इति चिन्तयतु. मङ्गलश्लोकं कृत्वा एक कोऽपि ग्रन्थं लेखनं करोति न समाप्यते चेत् तत्र अन्वय मनसि तस्य मनसि एवं चिन्तनम् अस्ति, ओ एतं मङ्गलस्वामं कृत्वा करोमि चेत् समापयामि इति चिन्तनं करोति चेत् न प्राप्य, परन्तु न समापितवान् एवं चिन्तनमेव भगिनी. इत्युक्ते क्लेशः नास्ति इत्युक्ते साधारणतया कारणम् एतत् कारणम् अस्ति, परन्तु अस्मिन् सन्दर्भे भगिनि अत्र क्लेशः किमर्थम् इति प्रथमः प्रश्नः. कारणता ग्रहणे क्लेशः अस्ति न वा इति तावदेव. यदा कारणं तु सिद्धं, कारणता क्लेशः नास्ति एव. कारणता इति गुणः, कारणता इति गुणः कुत्र वर्तते? कारणे वर्तते. अस्तु तर्हि कारणता इति धर्मः कारणे वर्तते. यत्र कारणम् इति किमपि अभिमतं तस्मिन् कारणता वर्तते. कारणता ग्रहणं न क्लेशाय इति उक्तं तावदेव. परन्तु यद् कारणः कारणम् इति अभिमतं तदेव नास्ति चेत् कारणता कुत्र स्थापयामः? कारणता कुत्र अस्ति इति दर्शयामः? व्यतिरेकव्यभिचारज्ञाने तादृशः क्लेशः भवति, परन्तु अन्वयव्यभिचारज्ञाने कारणता आरोपणं न क्लेशाय इति. कार्यता आरोपणम् अस्ति, कार्यता न ज्ञातुं शक्नुमः. कार्यता न ज्ञातुं शक्नुमः व्यभिचारे इत्येव. अस्तु, अन्य कोऽपि प्रश्नः नास्ति चेत् अत्र स्थगयामः. धन्यवादः भगिनी. बहु धन्यवादः भगिनी. धन्यवादः.